नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। यङ्ग् लुङन्त धातवः इति पाठः प्रवर्तमानः अस्ति। तत्र वयं गतसप्ताहे आकारान्तधातूनां एजन्तधातूनां एतावता वयं तु अभ्यासकार्यं सामान्य अभ्यासकार्यं दृष्टवन्तः। इदानीं किञ्चित् विशेषकार्याणि यत्र भवन्ति तदपि अवलोकयामः एव। तत्र गतसप्ताहे आकारान्तधातूनाम् एजन्तधातूनां यङ् लुगन्तधातुः कथं भवति इति दृष्टवन्तः। तत्र आदे च उपदेशेषति इति कञ्चित् सूत्रमेव। तत्र ग्लै इति धातुः स्वीकुर्मः चेत् घ्ला इति भवति, आदे च उपदेशेषति इति सूत्रेण। तद् तत्र कार्यं कथं भवति इति दृष्टवन्तः। अनन्तरं तत्र किम् आसीत्, दीर्घोकितः इति सूत्रं नूतनसूत्रमासीत्। अकित् अभ्यासस्य दीर्घादेशो भवति, यङि यङ् लुकि च इति दीर्घोकितः इति सूत्रं। तत्र ईकारान्त ईकार अकित् दातवः के इति अपि तत्र केचन सूत्र कानिचन सूत्राणि तु दृष्टवन्तः। अद्य इतोपि पश्यामः कुत्र कुत्र कित् भवति इति। अतः यदा अकित् अस्ति चेदेव दीर्घादेशः भवति। गुणो इकारान्तानाम् ईकारान्तदातुनां एतत्तु द्वितीयम् आसीत्। गुणो यङ् लुकोः इति सूत्रेण तत्र अभ्यासस्य गुणः भवति, यङि यङ् लुकि च। अतः दीर्घोकितः इति सूत्रं यदा दीर्घादेशः भवति यङि यङ् लुकि च, अकित् अभ्यासस्य गुणो यङ् लुकोः अभ्यासस्य गुणः भवति। वयं तु जानीमः इगन्तानामेव गुणः इति। अतः अभ्यासस्य गुणः भवति यङि यङ् लुकि च। अनन्तरं तत्र उकारान्तानामपि इक् एव, अतः तत्रापि गुणो यङ् लुकोः इत्यस्य प्रसक्तिः। तृतीयम् अस्ति ऋकारान्तधातूनां ऋतश्च इति सूत्रं। ऋकारान्तधातोः अभ्यासस्य रुक् रिक् रीक् इति त्रयः आगमाः, एतदेव कित् आगमाः। अतः अत्र दीर्घोकितः इत्यस्य प्रसक्तिः न भवति, केवलम् अभ्यासस्य रुक् रिक् रीक् इति आगमाः एव भवति इति सूत्रं। तदेव चरीकृ चरीकृ चरिकृ चक्र इति रूपं कृ धातोः। अनन्तरं ऋकारान्तधातुः, तत्र तु ऋतश्च इत्यस्य प्रसक्तिः नास्ति। ऋतः इति तपरकरणं कृतमस्ति, अतः ऋकारान्तधातूनामेव तस्य प्रसक्तिः। अतः दीर्घाणां तु दीर्घोकितः इत्यनेन अभ्यासस्य दीर्घादेशः भवति, तातृ इति रूपम् इति अपि दृष्टवन्तः। अदुपदधाता धातूनां तत्र सामान्यं गतसप्ताहे दृष्टवन्तः, यत्र द्वित्व अभ्यासकार्यं कृत्वा तत्र अवर्णस्य अन्त्यस्य अभ्यासस्य अन्त्यस्य अवर्णस्य दीर्घत्वं भवति, दीर्घोकितः पुनः। अतः सूत्रत्रयम् इदानीं पर्यन्तं दीर्घोकितः गुणो यङ्लुकोः, अनन्तरं ऋतश्च इति, ऋतश्च इति तु ऋकारान्तानां कृते एव, सूत्रत्रयं मनसि भवेत्। एतावता एतदेव वयं दृष्टवन्तः। अदुपदानामेपि दीर्घोकितः इत्यस्य प्रसक्ति, अवर्णस्यापि अवर्णस्य दीर्घत्वं भवति इति तावत् पठितवन्तः। विशेषाः अद्य पश्यामः। उषा भगिनी आरम्भं करोति वा? कस् पत् पद् अस्तु भगिनि, कस् पत् पद् इति त्रयाणां धातूनां यङ् लुगन्तधातुः। नीग् वञ्चु स्रंसु ध्वंसु भ्रंसु कसपत पद स्कन्दाम् वञ्च् स्रंस् ध्वंस् भ्रंस् कस् पत् पद् स्कन्द् इत्येषां धातूनाम् अभ्यासस्य नीक् आगमः भवति। नीक् आगमः भवति यङ्गि यङ् लुकि च, वञ्चु च स्रंसुश्च ध्वंसुश्च भ्रंसुश्च कसश्च पतश्च पदश्च स्कन्द च तेषाम् इतरेतरद्वन्द्वः वञ्चु स्रंसु ध्वंसु भ्रंसु कसपद पद पदस्कन्धः तेषां तेषां दोस्तात् नीक् प्रथमान्तं नीक् सूत्रे ओ दत्स प्र दत्स फस्ट् वन् ओके नीक् प्रथमान्तं वञ्चु स्रंसु ध्वंसु भ्रंसु कसपद पद स्कन्धां षष्ट्यन्तं द्विपदमिदं सूत्रम् अत्र लोपो अभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः गुणो यङ् लुकोः इत्यस्मात् यङ् लुकोः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं वञ्चु स्रंसु ध्वंसु भ्रंसु कसपथपदस्कन्धाम् अङ्गस्य अभ्यासस्य नीक् यङ् लुकोः दिस् इस् आल्सो 7-4 Bhagini, somewhere we have done that, right, Bhagini, where na dhatu lopo artha dhatuke, where the guna vriddhi nasti. Guna vriddhi nasti atra, not for abhyasa. Right? Satyam, ekanam sham, tatra, kima sita vayam purvam ekam patam kutavanta hatila. Haribhasha ati, atra na bhavadi. Ekanam sham. No, na dhatu lopo. अभ्यासस्य कृते खलु दट् इस् नाट् नो अभ्यासस्य कृते गुणः अस्ति गुणो यङ् लुकोः बट् न धातु लोप आर्ध ऐ डोण्ट् नो न धातु लोप आर्ध धातुके इस् द सूत्र ऐ थिङ्क् प्रथम तत्र आदेश उपदेश नो नो धातु न धातु लोप आर्ध धातुके इस् फर् द रूट् इट्सेल्फ् ऐ थिङ्क् लोप इति किमपि सूत्रमासीत् तत्र वयं कस्मिन् वन् वन् एण्ड् लेट् मी लुक् अट् दिस् सूत्र बुक् ओ इट् इस् 114 भगिनी न धातु लोप अर्धधातुके इति किल तद् तत्र विधिः न भवति किल विधिसूत्र दट्स् अ सूत्रं विधिसूत्रं वा I don't know but yatar vikaranta angasti mepi asya asit kalu tatna tadna bhavati rutta rutai tato ho iti kimartam na bhavati iti asit ashamaha vikaranta angasya iti na bhavati kimartam anga karyam asti iti vayam dastavanta अर्धधातुकप्रत्ययः धातोः कस्यचन अंशस्य लोपं करोति सः अर्धधातुकप्रत्ययः अवशिष्ट तद् तु आम् अस्मिन् पाठे एव दृष्टवन्तः न धातु अर्धधातुके इति यङ्गोचि च इत्यत्र अस्मिन् पाठे एव दृष्टवन्तः सत्यं यः अर्धधातुकप्रत्ययः धातोः कस्यचन अंशस्य लोपं करोति सः अर्धधातुकप्रत्ययः अवशिष्टस्य अंशस्य इक् वर्णस्य गुणं वृद्धिं वा न करोति तद् अस्मिन् पाठे एव पूर्वम् आसीत् यदा वयं यङोचि च इति दृष्टवन्तः किल तत्र किमर्थम् अच् इति उक्तम् इति अस्य सूत्रस्य प्रयोगः यङ् लुगन्तप्रक्रियायाम् एव दृश्यते तत्र यदा यङोचि च इत्यत्र अच् इति प्रत्ययः किमर्थं स्वीकृतं यदा तद् निमित्तम् अस्ति अनैमित्तिकम् अस्ति चेदपि यङ् लुक् भवति एव इति आसीत् तस्मिन् समये किमर्थम् इत्युक्ते तत्र आर्धधातुकप्रत्ययः अवशिष्टस्य अंशस्य इक् वर्णस्य गुणं वृद्धिं वा न करोति इति प्रायः अग्रिमपाठे यदा वयं तिङ् योजयामः तस्मिन् समये तस्य उपयोगः भवति प्रायः पश्यामः तत्र एकम् उदाहरणमपि दत्तमस्ति लो लो लु अ गुणो यङ् लुकोः इति यङ् लुकि कृते इगन्तस्य अभ्यासस्य गुणः ओकारः भवति अस्तु लो ल वङ् योगः अ अच् प्रत्ययं निमित्तरूपेण स्वीकृत्य सार्वधातुकार्धधातुकयोः इत्यनेन लू इत्यस्य ऊकारस्य गुणादेशः प्राप्नोति परन्तु अयम् अच् प्रत्ययः धातोः अंशस्य य इत्यस्य लोपस्य निमित्तमस्ति अतः प्रकृतसूत्रेण अयं गुणः निषिध्यते निषिध्यते गुणाभावे अशिष्णु धातु ब्रुवां यौङ् इयङ् वङ्गौ इत्यनेन उवङ्ग् लू इति लो लुव इति तत्र रूपम् अतः प्रथमभागस्य तु गुणः गुणो यङ्लुकोः अभ्यासस्य तु गुणः भवति एव सम्यक् प्रश्नः समीचीनम् धन्यवादः अत्र विषयः वञ्च् स्रंस् द्वंस् भ्रंस् कस् पत् पद स्कन्द् इति धातोः कृते नीक् आगमः भवति अभ्यासस्य कृते सो वञ्चु स्रंसु द्वंसु भ्रंसु कसपथ पद पदस्कन्धा अङ्गस्य अभ्यासस्य नीक् यङ्लुकोः यङ्लुक् भवति चेत् अत्र अभ्यासस्य नीक् आगमः भवति सो कस् इति धातोः कृते प्रथमं द्वित्वकार्यं कस् कस् इति भवति देन् हलादिशेषः इत्यनेन अभ्यासस्य सकारः लोपः भवति क कस् इति भवति देन् चोः कुः इत्यनेन च कस् इति भवति चोः कुः कुहोश्चुः कुहोश्चुः कुहोश्चुः इत्यनेन क वर्गस् क स्थाने चकारः भवति कुहोश्चुः देन् चकस् इति कृते नीक् इति आगम कस् इति धातोः कृते यङ्लुगन्तधातु इत्यनेन यकारः के मन्दन् बेण्ट् ओके चनी कस् नी चनी कस् कस् कृते सो ककार आद्यन्तौ टकितौ अन्तिम अन्ते भवति ओ अभ्यासस्य अन्ते भवति अभ्यासस्य अन्ते भवति अभ्यासस्य नीकागमः भवति अभ्यासस्य नीकागम आगमः भवति इत्यनेन अभ्यासस्य अनन्तरम् आयाति ओके च नी कस् इति यङ् लुगन्तदातु एवमेव पत् इति द्वित्वं पत् पत् पपत् इति भवति पनीपत् पनीपत् अभ्यासः अत्र पनीपत् पद् इति कृते पनीपद् इति भवति वञ्च् स्रंस् द्वंस् भ्रंस् खन्द् इति धातवः अनिदित् धातूनां स्थले वक्ष्यमाणाः ओके सो अनिदित् धातवः कृते वक्ष्यमाणाः बट् दीस् आर् आल् अनिदित् नास्ति ओके इदित् ओके अत्र प्रश्नः उदेति कस् कस् कस् ओके क कस् इति सकारलोप च कस् चनी कस् इति स्थितौ यदि चनी इति अभ्यासः अस्ति तर्हि किमर्थं गुणो यङ् लुकोः इत्यनेन गुणः भूत्वा चनेकस् इति न स्यात् गुणो यङ् लुकोः इत्यनेन चनेकस् इति न स्यात् उत्तरत्वेन विधानस्य सामर्थ्यात् उत्तरत्वेन विधानस्य सामर्थ्यात् गुणः न भवति के इष्टः यङ् लुगन्तधातुः यदि चनेकस् इति अभविष्यत् तर्हि पाणिनिः साक्षात् नेक् इति आगमः अकरिष्यत् ओ ऐ सी ओके आगमः यदा कोऽपि भवितुम् अर्हति तदा पाणिनिः साक्षात् नेक् इति आगमं व्यधास्यत् ओके एतादृशात् स्वातन्त्र्यात् आगमस्य सामर्थ्यं वर्तते अनेन सामर्थ्येन नीक् इत्युक्तं चेत् नीक् इत्येव इष्टम् ओके अस्मिन् सामर्थ्ये लाघवमपि अस्ति अत्र प्रश्नः उदेति किमर्थं गुणो यङ् लुकोः युत्यनेन अभ्यासस्य गुणः कार्यं न स्यात् इति चनीकस् इति अत्र यङ् लुगन्तदातवः सिद्ध्यति चनीकस् इति कृते गुणो यङ् लुकोः इत्यनेन अभ्यासस्य गुणः भूत्वा चनेकस् इति किं न अभविष्यत् इति कृते पाणिनिः साक्षात् सूत्रे उक्तम् अस्ति नीक् इति पाणिनिना उक्तम् इत्यनेन नीक् इत्येव इष्टं भवति, न ने नी इत्यस्य न गुणः न इष्टम् इत्यनेन पाणिनिना नीक् इति दत्तम् अस्ति इत्यनेन गुणो यङ् लुकोः इत्यस्य कार्यं न भवति. आं भगिनि, अत्र यदा वयं सूत्रे ज्ञापकत्वम् इति एकं पदं स्वीकुर्मः किल, यदा तत्र पाणिनिः नीक् इति वदति चेत् तदेव तस्य इष्टरूपम्, अतः एव सः नीक् आगमः इति कृतवान्. अथवा नेक् इति कर्तुं शक्यते, लागममपि भवेत् एकेन सूत्रेण, एकवारं नी अनन्तरं गुणः नेक् इति न आवश्यकं, नीक् एव नेक् इत्येव प्रायः उक्तवान् स्यात्, परन्तु तादृशं न कृतवान् इत्यनेन ज्ञापकं भवति तद् सः नीक् इत्येव तस्य इष्टरूपं साधयितुम् इच्छति इति. समीचीनं वा? तदेव, तत्र किमपि अन्यत् नास्ति. गुणो यङ्लुकोः न भवति, दीर्घोकितः न भवति. किमर्थम् इत्युक्ते नुक् नीक् इति कित् अस्ति, तदपि न भवति, केवलम् अत एतदेव. एतत् स्मरन्तु, नीक् इति आगमः विषये अग्रे नुक् इति एकः आगमः आगच्छति, तस्मिन् समये अस्य उपयोगः भवति. एतावता रीकि रीक् इति एकः आगमः दृष्टः, इतोपि एकः कित् आसीत्, कित् आगमः एतदेव द्वितीयं किल, क्रीक् रीक् रुक् रीक् इति त्रयः आगमः, ऋतश्च. एतत्तु नुक् नीक् इति आगमः, अग्रे एकः नुक् इति आगमः अस्ति. तत्र किञ्चित् वैशिष्ट्यम् अस्ति, अस्मिन् समये अस्य विषयस्य अपि पुनः एकवारं चर्चां कुर्मः. अस्तु भगिनि, धन्यवादः. धन्यवादः विजया भगिनि. अग्रिमं जब् जप् जब् अस्तु महोदय. जप जब दह दश बञ्ज पशां च इत्यनेन दंश बञ्ज इत्यनयोः धातोः अभ्यासस्य नुक् आगमः भवति, यङि यङ् लुके च. दंश अत्र अभ्यासकार्यं भवति दश दश इति. अनन्तरम् अत्र हलादिशेषः इत्यनेन ददश् इति भवति. अनन्तरं नुक् आगमः भवति जब जब दह दश बञ्च पशां च इति सूत्रेण, अतः दन्दश् इति यङ् लुहन्तधातुः निष्पन्नं. तादृशमेव बञ्ज् अस्ति, बञ्ज् बञ्ज् बब ब बञ्ज् भवति. अनन्तरं बञ्ज् बन् बन् बञ्ज् इति भवति. अत्र भगिनि कुत्र पठति जब् जप् तद् सूत्रं पूर्णतया पठतु भगिनि, क्षम्यताम्. आम्, अत्र जब दब दह दश बञ्ज पशां च. जब जप् जप् जब् दख् दश बञ्ज पश् इत्येषां धातूनाम् अभ्यासस्य नुक् आगमः भवति, यङ् यङि यङ् लुके च. इदानीं पूर्वम् एतत् विषये वयम् अत्र अभ्यासरूपेण उदाहरणं स्वीकृतवन्तः. नुक् इत्यस्मिन् ककारः इत्संज्ञकः, उकारश्च उच्चारणार्थः. नुक् अनुस्वारस्य उपलक्षणम्. दंश धातोः अस्मिन् सूत्रे अनुस्वारः नास्ति, यतोहि यङ्लुकि दश् इत्यस्य एव द्वित्वम् अनुनासिकत्वं न भवति. जपश्च जपश्च दस् दहश्च दशश्च पञ्चश्च पशश्च च तेषाम् इतरेतरद्वन्द्वः जप जप दह दश पञ्च पश्यः तेषां जप जप दह दश पञ्च पशां षष्ट्यन्तं च अप्ययं द्विपदमिदं सूत्रम्. अत्र लोपोभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवर्तिः गुणो यङ् लुको इत्यस्मात् यङ् लुकोः इत्यस्य अनुवर्तिः, नुगतोनु नासिकन्तस्य इत्यस्मात् नुक् इत्यस्य अनुवर्तिः, अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं जप दब जप जब दह दश भञ्जपशां च अङ्गस्य अभ्यासस्य नुक् यङ्ग्लुकोः यत्र यङ्ग्लुक् भवति अत्र अभ्याससमये नुक् आगमः भवति अङ्गस्य अभ्यासस्य अत्र परिगणितदातवः सन्ति जप जब दह दश भञ्ज पश् इत्येषां धातूनां तावदेव खलु महोदय आम् तत्र करोतु भगिनि जप् जप् इति तथा कथम् अस्य सूत्रस्य प्रसक्तिः इति जप अत्र एतत् सूत्राणाम् अभ्यासस्य नुक् भवति नुक् आगमः भवति इदानीं पूर्वमेव दृष्टवन्तः अत्र जप इत्युक्ते अभ्यासकार्यः जप जप इति भवति अनन्तरं हलादिशेषः इत्यनेन ज जप इति भवति नुक् आगमः भवति इदानीम् अतः ज जप् अस्ति चेत् अत्र ज जन्प जजन्प इति भवति नुक् आगमः भवति नुक् अत्र ककारः इत्संज्ञकः भवति अतः नकारः एव तिष्ठति अतः जप स्थाने ज जप् जन्प इति भवतु समीचीनं वा महोदय तस्य तत्र पञ्चमवर्णः किल परसवर्णादेशः प्रथमम् अनुस्वार आदेशः अनेन सूत्रेण नुक् इति अनुस्वारस्य उपलक्षणम् इति उक्तत्वात् साक्षात् अनुस्वारः अनेन सूत्रेण एव विधीयते जप जप दह दश भञ्ज पशां च इत्यनेन एव तत्र अनुस्वारः विधीयते अनन्तरम् अस्माकम् अनुस्वारस्य ऐ परसवर्णः जञ्चप् इति भवति अग्रिमं भगिनि द्वयं भवति जब तादृशमेव अनन्तरं दह स्वीकुर्मः चेत् अत्र दह दह भवति दह भवति अनन्तरम् अत्र जप जप दह दश पञ्च पशाञ्च इत्यनेन नुक् आगमः भवति अनन्तरम् अत्र अनुस्वारः प्रथमं भवति एतत् नुक् इत्यस्य अनुस्वारस्य उपलक्षणं भवति ककारः इत्सञ्ज भवति अनन्तरं दह इति भवति अत्र किम् अस्ति महोदय अत्र अनुस्वारः अनन्तरं यै परसवर्णः इति कार्यं किम् अनुस्वारस्य यै परसवर्णः पञ्चमवर्णः किल वर्गस्य पञ्चमवर्णः अनुस्वारस्य स्थाने इदानीम् अत्र दह इति दह् इति स्वीकुर्मः चेत् अत्र अनुस्वारस्य यै परसवर्णः किं भवति तादृशमेव पश् अपि भवति अतः अनुस्वारः एव तिष्ठति अतः सवर्गस्य पञ्चमवर्णः दन्दः पं पश् मकारः पवर्गस्य पञ्चम पंश् भवति अनन्तरं दकारस्य पञ्चमवर्णः हिन् भवति अतः दन्ह् पंश् इति भवति सत्यं पंपश् इतोपि एकं वाक्यमस्ति तदपि पठतु भगिनि दंश् धातुः कुत्र अस्ति तद् तस्मात् अनन्तरं यदा भवती पश् पठितवती किल अस्मात् अनन्तरं दंश् धातुः बञ्ज् धातुः इति किम् एका पङ्क्तिः अस्ति वा अत्र यङ्ग्लुक् इत्येषम् अनिदिताम् अभ्यास स्क्रीन् मध्ये अस्ति दंश् धातुः बञ्ज् धातुः च दंश् धातुः बञ्च् धातुः चेति द्वौ धातु अनित् धातूनां स्थले वक्ष्यमाणौ संथिङ्ग् एल्स् देतु भगिनि जप जप दह दश बञ्ज पशां च सूत्रे उकारस्य उच्चारणार्थः नुक् अनुस्वारस्य उपलक्षणम् अनन्तरं विजया भगिनी न न भगिनि, अत्र सूत्रस्य कृते जप जप जप जप दह पायिण्ट् त्रि इति अस्ति, पायिण्ट् त्रि इति यद् वयम् इदानीं पठामः तत्र पायिण्ट् त्रि इति अस्ति, तदेव अस्ति. बट् विजया भगिनी रेड् समथिङ्ग् एल्स् बियाण्ड् दट् भगिनि, नुक् अनुस्वारस्य उपलक्षणम् अत्र करपत्रे अस्ति. नुक् अनुस्वारस्य उपलक्षणम् अनन्तरं जपश्च जपश्च दहश्च दशश्च इति वाक्यमस्ति अत्र मम करपत्रे, मम करपत्रे. परन्तु विजया भगिनी उक्तवती समथिङ्ग् एल्स् शी रेड् देर् भगिनी अत्र, परन्तु स्क्रीन् मध्ये मम पुस्तके मम करपत्रे द्वयमपि समानमेव अस्ति. करपत्रे दंश् विषये किमपि अस्ति तद् स्क्रीन् मध्ये नास्ति, तावदेव. दंश् धातोः अस्मिन् सूत्रे अनुस्वारो नास्ति यतोहि यङि दश् इत्यस्य एव द्वित्वम् अनुनासिकत्वं न भवति इति करपत्रे अस्ति. तद् वाक्यम् इदानीं स्क्रीन् मध्ये नास्ति, प्रायः महोदयेन तद् निष्कासितम्. निष्कासितम् आडेड् नास्ति, डेलीटेड्. मम करपत्रे अस्ति एव खलु दंश् धातोः अस्मिन् सूत्रे अनुस्वारः नास्ति. आम् सत्यं, करपत्रे तदस्ति. PDF मध्ये यदस्ति तद् पुरातनं, वाट् यु सी आन् द स्क्रीन् इस् नूतनम्. अतः तद् प्रायः सः निष्कासितवान्. तद् प्रायः अग्रे दंश् धातोः विषये यदा पठामः तत्र आगच्छति. तद् मार्क् कृत्वा स्थापयन्तु, अग्रे प्रायः आगच्छति. इदानीं तृतीयबिन्दुः यङ् लुकिङ्ग् एषम् अनिदिताम् अभ्यासः अकारान्तः इति अस्ति तृतीयबिन्दुः. भवत्याः समीपे किम् अस्ति? जप् जब् दह् पश् इति चत्वाराणां धातूनां यङ् लुङन्तधातुः इत्येव तृतीयः बिन्दुः. अत्र उषा भगिन्याः समीपे किम् अस्ति? त्रि यङ् लुकि येषाम् एव खलु अरुणा भगिनी? न, त्रि जप् जब् दह् पश् इति जप जप दः पश् तदेव तृतीयबिन्दुः. गन्तसिन्धिः प्रसिद्धितः अधोपदाधातूनां स्थले. तृतीयबिन्दु यङ् लुकि येषाम् अनिदिताम् अभ्यासः अकारः. अग्रे गतवन्तः, एतत्तु वयम् अनिदित् न इदानीं कृतवन्तः किल. तत्र अधुपदधातूनां यङ् लुगन्तधातुः स्वीकरोतु. सामान्यं द्वितीयं कस् पत् पद् द्वितीयं तृतीयबिन्दुः जप् जब दह पश इति अनिदित् इति अग्रे आगच्छति, पूर्वं गच्छतु. इदित्येव इदानीं वयं कुर्मः. अस्तु अरुणा भगिनी, चर् पल् इति द्वयोः धातोः यङ् लुगन्तधातुः. भगिनी अहं केवलं शृणोमि अधुना. अस्तु, उषा भगिनी एव पुनः. अस्तु भगिनि, चर् फल् इति द्वयोः धात्वोः यङ् लुगन्तधातुः. चर फलोश्चो फलोश्च चर फलोश्च इति सूत्रं. चर् फल् इत्यनयोः धात्वोः अभ्यासस्य नुक् आगमः भवति यङि यङि यङ् लुकि च चर फलोश्च. ओके, इदं सूत्रं पृथक्तया उक्तं येन अग्रे केवलं चर् फल् इत्यनयोः उत्परस्यातः इत्यनेन अभ्यास उत्तर अतः उत्वं स्यात्. इदं सूत्रं पृथक्तया उक्तं येन अग्रे केवलं चर् फल् इत्यनयोः उत्परस्यातः इत्यनेन अभ्यास उत्तर अतः उत्वं स्यात्. अत् कृते उत्वं चरश्च फल् च तोः इतरेतरद्वन्द्वः चर फलौ त तयोः खलु चरश्च फल् च तयोः इतरेतरद्बन्धः चरफलौ तयोः चरफलोः देन् चरफलोः षष्ट्यन्तं च अव्ययं द्विपदमिदं सूत्रम् अत्र लोपो अभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः गुणो यङ् लुकोः इत्यस्मात् यङ् लुकोः इत्यस्य अनुवृत्तिः नुग् नुग् अतो अनुनासिकान्तस्य इत्यस्मात् नुक् इत्यस्य अनुवृत्तिः भगिनि दिस् नुक् इत्येव भवती उक्तवती खलु नुक् इति आगम पूर्वतनसूत्रे अपि सेम् नुक् अस्तु बट् नुक् आगमः वि हेव् इन् स्टडीड् दट् सूत्र वि हेव् इन् स्टडीड् यत् नुक् इति अनुवृत्तिसहित अत्र जप जप अपि च चरपलोश्च ओके नुगतो अनुनासिकान्तस्य इत्यस्मात् नुक् इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं चरपलोः च अङ्गस्य अभ्यासस्य नुक् यङ् लुकोः चरपल इति धातोः कृते अभ्यासस्य यङ् लुक् कृते चरपलधातोः यङ् लुक् विषये अभ्यासस्य नुक् आगमः भवति इति चरपलोश्च इति सूत्रं वदति पूर्वसूत्रमपि नुक् आगमः भवति 7486 this is 87 okay 7 okay पूर्वसूत्रमपि नुक् आगमः भवति परन्तु अत्र चरफल इति पूर्वसूत्रे न उक्तं यतोहि चरफल इति धातोः सूत्र चरफलोश्च इति सूत्रस्य अनन्तरम् एकं सूत्रम् अस्ति उत् परस्यातः इति अत्र अभ्या अनुवृत्तिसहितं आवश्यकम् इत्यनेन चरफल इति पूर्वसूत्रे न उक्तम् अनुवृत्तिसहितम् अनन्तरं सूत्रस्य कृते आवश्यकं भवति सो चरफल इति धातोः कृते यङ् लुक् विषये अभ्यासस्य नुक् आगमः भवति इति सूत्रं वदति अग्रे अपि पठामि वा भगिनि उत्परस्यातः इति सूत्रम् उत्परस्यातः चर् फल् इत्यनयोः धातोः अभ्यासात् परस्य अभ्यासात् परस्य ह्रस्व अकारस्य स्थाने ऊत् आदेशः भवति यङि यङ् लुकि च ओके यङि यङि यङ् लुकि च बट् पूर्वसूत्रे यङ् लुक् एव उत् प्रथमान्तं परस्य षष्ट्यन्तम् अतः षष्ट्यन्तं त्रिपदमिदं सूत्रम् अत्र लोपो अभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य विभक्तिपरिणामं कृत्वा अभ्यासात् इति अनुवृत्तिः चरफलोश्च इत्यस्मात् चरफलोः इत्यस्य अनुवृत्तिः गुणो यङ् लुकोः इत्यस्मात् यङ् लुकोः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं चरफलोः च अङ्गस्य अङ्गस्य अभ्यासात् परस्य अतः उत् स्यात् यङ् लुकोः उत् परस्य अतः इति सूत्रं वदति चरफल इति धातोः कृते यङ् लुक् विषये अभ्यासात् अनन्तरं परस्य अकारः अस्ति चेत् तत् अकारः स्थाने उत् आदेशः भवति अत् स्थाने उत् आदेशः भवति इति सूत्रं वदति चर् इति धातु स्वीकुर्मः चेत् चर् इति द्वित्वकार्यं चर् चर् इति भवति रेपस्य लोपः भवति हलादिशेषः इत्यनेन च चर् इति भवति नुक् आगमः अत्र भवति चरफलोश्च इति सूत्रेण नुक् आगमः भवति यङ् लुक् विषये नुक् आगमः भवति अत्र चकारस्य अनन्तरं नुक् आगमः विधीयते चेत् छन् छर् इति अनन्तरम् आयाति इत्यनेन अनुस्वारस्य यहि परसवर्णः इत्यनेन नकारस्य स्थाने ञकार आदेशः भवति, छञ्छर् इति भवति. अनन्तरं छञ्छर् इति कृते उत् परस्य आतः इति कृते चरपलोः च अङ्गस्य अभ्यासात् परस्य, अभ्यासात् परस्य इत्यनेन ञकाछञ्च् इत्यस्य अनन्तरम् अत्र अत् अस्ति चेत् ऊत् भवति इति उत्परस्य आतः, चरपलोश्च उत्परस्य आतः इत्यनेन छञ्चुर् इति यङ् लुगन्तधातुः. छञ्चुर् फल् इति कृते फल् द्वित्वकार्यं फल् फल् अल्पप्राणम् आयाति, महाप्राणस्य स्थाने अल्पप्राणं. वट् इस् देट् सूत्रम्? ओ दट् अभ्यासे चर्चा वा भगिनि, अभ्यासे चर्चा. महाप्राणस्य स्थाने अल्पप्राणः आयाति, फ कृते प आयाति, प फल् इति भवति. अनन्तरं नुक् आगमः भवति, चरपलोश्च इत्यनेन नुक् आगमः भवति, पन् फल् अनुस्वारस्य ययि परसवर्णः इत्यनेन नकारस्य स्थाने अनन्तरम् ययि अस्ति, फकारः ययि यै अस्ति, यै अस्ति, अनुस्वारस्य ययि परसवर्णः इत्यनेन नकारस्य स्थाने अनुस्वारस्य स्थाने मकारः आयाति, पं फल् इति भवति. अनन्तरं पं फल् इति कृते उत्परस्य आतः इत्यनेन अङ्गस्य अभ्यासात् परस्य, अभ्यासात् परस्य इत्यनेन अनन्तरं फकारः स्थाने अकारस्य स्थाने उकारः आयाति, पं फुल् इति यङ् लुगन्तधातुः सिद्ध्यति. तत्रापि गुणः न भवति. नुक् इत्येव आगमः, तत्र उत्स्वरस्य इत्यनेन उकारः पम्फुल्, परन्तु अभ्यासस्य एव गुणः. अस्तु, प्रायः समीचीनम्. अभ्यासस्य एव गुणः किल, गुणो यङ्लुकोः इत्यनेन प्रायः अग्रे यदा वयं तिङ् योजयामः तत् उपदा उकारः अस्ति इति किमपि कार्यं स्यात्. समीचीनम्. अतः नुक् आगमः सूत्रत्रये उक्तं किल एतावता, तत्र क्रमेण द्वयोः सूत्रं सूत्रद्वयमागमः एकनिमिषं. गुणो यङ्लुकोः इति अस्ति 7482 गुणो यङ्लुकोः, 83 दीर्घोकितः, अनन्तरं 84 सूत्रम् इदानीमेव वयं पठामः. तद् यद् विजया भगिन्या पठितम् अनेन नुक् एव आगमः किल, नीक् आगमः मया पठितं भगिनि, नीक् वञ्चु स्रंसु ध्वंसु. अनन्तरं नुगतो अनुनासिकान्त इति सूत्रमेव इदानीम् आगच्छति, तदा अग्रिमसूत्रम्. अनन्तरं जप जप दह 86 एव जप जप दह, अनेन नुक् आगमः, चरपलोश्च नुक् आगमः, उत्परस्यातः इत्यनेन उत्वम् अकारस्य उत्वम्. अतः तत् क्रमेण अस्ति. अस्ति, एतावता क्रमेण अस्ति, रुद्रिकौ इत्यपि आगच्छति, ऋतश्च अग्रे एव अस्ति, 92 7492 ऋतश्च इति सूत्रं, ऋग् ऋग् ऋक् इति च इति सूत्रं तु न पठितवन्तः एतावता, तत् पश्यामः अग्रे प्रायः स्यात्। अतः गुणो यङ्फोः कुत्र अस्ति 7482 आरभ्य क्रमेण अस्ति। इतोपि इतोपि एकम् अस्ति किल। धन्यवादः भगिनि। विजया भगिनी अग्रिम भगिनी एकः संशयः, रेपस्य स्थाने किं सूत्रेण उकारः भवति महोदय? रेपस्य स्थाने उकारः वा? प्रथमं रेपस्य स्थाने सर्सजुषो रुः इत्यनेन किं महोदय? करावसानयोर्विसर्जनीयः, करावसानयोर्विसर्जनीयः अत्र किमस्ति, सर्सजुषो रुः इत्यनेन ऋत्वं भवति। अनन्तरम् अत्र विसर्गसन्धि अत्र उदाहरणरूपेण स्वीकुर्मः चेत् अत्र द्रौपदो सौभद्रो द्रौपदेयाः इति अस्ति, अत्र सौभद्रः योगः द्रौपदेयाः विसर्गसन्धि प्रथमम् आगच्छति सकारः, अनन्तरं सकारस्य स्थाने रेपः आगच्छति, अनन्तरम् उकारः रेपस्य रेप अनन्तरम् उकारः किं सूत्रेण आगच्छति? उकारस्य स्थाने अनन्तरम् ओकारः भूत्वा एतत् यकारः एव मया दृष्टम् एव भो बहु इत्यनेन यकारः एव आगच्छति, अतोरोरप्लुतादप्लुते ह्रस्व अत्र रु इति आदेशात् पूर्वं तस्मात् अनन्तरं च यदि अप्लुतः आप्लुतः ह्रस्व अकारः, परन्तु अत्र खलु 6111 4 हशी च, राम सु गच्छति, राम रु गच्छति, राम उ गच्छति, रामो गच्छति, आत्गुणः तदेव उदाहरणं सर्वदा राम सु अनन्तरं अत्र ससजुषु 82 इति ऋत्वं, हशी च 6111 3 आद्गुणः 6187 गुणः अशिच अशिच इत्यनेन ऊत्वं भवति, अनन्तरं कर अवसाने अनन्तरं गुण आदेशः उकारः ओकारः भवति, उकारस्य आद्गुणः उकारस्य स्थाने ओकारः। अस्तु महोदय, धन्यवादः। तत्र गतवती भवती सन्देहः आसीत् महोदय, समीचीनमेव, परन्तु यङ्ग् लुक् तः कुतः भवति विसर्गसन्धि? मम पर्सनल् प्रश्नः महोदय अत्र। अनन्तरं भवती करपत्रं प्रेषितवती, अत्र मुद्राणि बृहत् अस्ति, अत्र स्वीकुर्मः चेत् एतत् सर्वं नास्ति एव, PDF मध्ये एव एतत् सर्वं भविष्यति भवति, किं भगिनी PDF मध्ये एतत् इदानीम् उक्तवती खलु अत्र चर् चर् पल् इति द्वयोः धातोः यङ् लुहन्तधातुः, अत्र करपत्रे नास्ति एतत्। अस्ति अस्ति अस्ति एव, फोर्थ् पायिण्ट् करपत्रात् एव अहं पठितवती, द्वयोः PDF मध्ये अपि अस्ति, स्क्रीन् मध्ये अपि अस्ति, नम्बर् फोर् पायिण्ट् नम्बर् फोर्। मया अत्र दोषेण उक्तं खलु भवती, तद् अग्रे यदस्ति भवती तद् पठितवती अनिदित् धातु विषये, इदानीं वयम् इदित् एव तत्पूर्वमेव स्मः, अनिदित् पर्यन्तं न गतवन्तः, इदानीं कुत्र पञ्चमबिन्दु अनुनासिकान्त अधुपद धातूनां यङ् लुगन्तधातुः पञ्चम पञ्चमं मम समीपे ऋकारवान् भवत्याः पीडिएफ् अस्ति वा? पीडिएफ् अस्ति, पीडिएफ् अस्ति, अस्ति न पञ्चमबिन्दुः अनुनासिक अनुनासिकान्त अधु उपद धातूनां यङ् लुगन्तधातुः एतदेव पठनीयं खलु? तदेव एतत् पी डि एफ् मध्ये पञ्चमबिन्दुः पञ्चम एव तदेव अस्तु स्क्रीन् मध्ये अपि पञ्चम एव स्क्रीन् मध्ये मम कृते एतत् अस्तु महोदय अत्र नुहतोनुनासिकान्तस्य अत्र अनुनासिकान्त अङ्गस्य अदन्त अभ्यासस्य नुक् आगमः भवति यङि यङ् लुकि च नुक् अनुस्वारस्य उपलक्षणम् ओ इदानीमेव पूर्वं मया पठितम् अस्तु धातोः अभ्यासस्य अन्ते अत् चेत् धातोः अन्ते अनुनासिक हल् वर्णः सर्वे पञ्चमवर्णः चकारः चकारस्य पञ्चमवर्णः पकारस्य पञ्चमवर्णः ककारस्य पञ्चमवर्णः टकारस्य पञ्चमवर्णः तकारस्य पञ्चमवर्णः चेत् इदं कार्यं प्रवर्तते नुक् आगमः कित् ककारः इत् संज्ञकः उकारः उच्चारणार्थः अनुनासिकः अन्ते यस्य तत् अनुनासिकान्तं तस्य नुक् प्रथमान्तम् अतः षष्ट्यन्तम् अनुनासिकान्तस्य षष्ट्यन्तं त्रिपदमिदं सूत्रम् अत्र लोपोऽभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः गुणो यङ् लुकोः इत्यस्मात् यङ् लुकोः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अनुनासिकान्तस्य अङ्गस्य अतः अभ्यासस्य नुक् यङ् लुकोः अत्र एतत् मया पूर्वमेव अत्र उक्तं परन्तु अत्र एतत् अनुनासिकवर्णाः न पठितं मया अस्तु अत्र अनुनासिकवर्णः किम् अस्ति चेत् अत्र एतदेव अन्तं वर्णपञ्चम श्रेण्याम् अन्तिमवर्णः पञ्चमवर्णः एव अत्र अनुनासिकवर्णाः एतत् वयं जानीमः एव इदानीम् अत्र कित् अस्ति चेत् अत्र नुक् आगमः भवति नुक् इति अनुस्वारस्य उपलक्षणम् इति तत्र दत्तं तावदेव महोदय अत्र समीचीनम् अत्रापि नुक् आगमः भवति यदा भवती पूर्वं पठितवती तत्रापि नुक् परन्तु भिन्नसूत्रेण इदानीं नुगतो अनुनासिकान्तस्य 7485 इत्यनेन नुक् आगमः नीक् इति 7484 नीक् आगमः 7485 नुक् आगमः अनन्तरमपि नुक् आग जप जभ दह इति 86 नुक् आगमः चरपलोश्च नुक् आगमः चत्वारि त्रयः एव किल त्रीणि सूत्राणि तत्र नुक् इति आगमः एतावता समीचीनं नुक् इति उपलक्षणम् इति उक्तत्वा तत्र साक्षात् अनुस्वारः विधीयते तत्र खण् इति पठतु अनन्तरम् अग्रे स्टार् अस्ति तदपि पठतु भगिनि खण् अत्र स्वभावेन नकारान्तः अत्र मूलधातुः खण् इति अस्ति स्वभावेन अत्र कण् कण् इति द्वित्वं भवति अभ्यासश्च इत्यनेन अनन्तरं हलादिशेषः इत्यनेन प्रथमवर्णः एव तिष्ठति खकण् इति भवति अनन्तरं चुः कुः महोदय कुहोचुः इत्यनेन ककारस्य स्थाने प्रथमवर्णः क्रमेण आगच्छति च कण् भवति इदानीम् अत्र नुक् आगमः भवति यङ् लुगन् यङि यङ् लुकि च परे अस्ति चेत् अत्र ककारस्य अन्तिमवर्णः नकारः अस्ति अतः चङ्कण् इति भवति तादृशमेव रन् अस्ति खलु महोदय तादृशमेव रन् रन् रन् इति अत्र निमित्तत्वात् नत्वम् अग्रे प्रक्रियावशात् यथासङ्गं नत्वं कर्तव्यम् अतः क्षण् छिन् रन् ऋन् इति मूलधातवः न तु क्षण् छिन् रन् ऋन् अतः दन्तेनकारस्य एव तिष्ठति अत्र, खलु महोदय? तत्र मूर्धन्य भवति, तत् नर्तिमं कर्तव्यम्, अग्रे कर्तव्यम्। इदानीं मूलधातुः तु दन्त्यः, अग्रे यदा निमित्तं तदा नत्वं कर्तव्यम्। आं करोतु भगिनि। रेपः अस्ति, रेपः अस्ति, अतः रसाभ्यां नूनः समानपदे इत्यनेन मूर्धन्यनकारः आगच्छति, महाप्राणनकारः अस्तु, मूर्धन्य, मूर्धन्यनकारः अत्र किमस्ति, रन् रन् रन् इति भवति, अनन्तरं ररन् इति भवति अत्र, ररन् अनन्तरं मूर्धन्यनकारः अस्ति, तत् स्थाने रण् इति अभवत्, हलादिशेषः इत्यनेन ररण् इति अभवत्। इदानीम् अनेन सूत्रेण एतद् भवती पठितवती किल, नुगतो अनुनासिकान्तस्य इति सूत्रेण लुक् आगमः भवति, लुक् आगमः भवति, अतः ररण् इति, ररण् इति भवति, परन्तु अत्र अत्र नुक् आगमः भवति, अतः ररण् इति भवति, अन्ते कारणं किमपि नास्ति एव। समीचीनं, तावदेव। तत्र किमपि यदा वयं चण् इत्यत्र, क्षम्यतां, कण् इत्यत्र कृतवन्तः, तादृशं किमपि नास्ति। चङ्कण् इति आसीत् किल, तत्र इत्र तु पञ्चमवर्णः एव नास्ति, अतः ररन् ररन् तत् डाट् पञ्चमवर्णः एव अन्ते तिष्ठति, अतः किमपि कार्यं नास्ति, ररन् इति भवति तावदेव। गम् अत्र गम् गम् इति भवति अत्र, किं महोदय तत्र स्टार् त्री स्टार्स् अस्ति किल, तद् किम् इति पठतु भगिनि, नुगतो अनुनासिकान्तस्य इति सूत्रस्य। आम् अत्र नुगतोऽनुनासिकान्तस्य इति सूत्रस्य अन्तर्गते वार्तिकमस्ति, पदान्त पदा किम् अस्ति महोदय, वक्तव्यम् इति अस्ति, पदान्तत्वच्चेति वक्तव्यं, पदान्तत्व पदान्तत्वचेति वक्तव्यम् अनेन पदान्तवत् च इति छेदः कुर्मः तादृशम्, एकं वा पठामः चेत् स्थूलमस्ति अत्र, स्थूलमुद्राणि अस्ति, अतः किञ्चित् क्लेशः अस्ति, अनेन अनुनासिकान्त अङ्गस्य अदन्त अभ्यासस्य नुक् आगमः सति, स च अभ्यासः पदान्तत्वात् पदान्तवत् इति मन्तव्यं, तस्मात् वा पदान्तस्य इत्यनेन परसवर्णः विकल्पः, अनुनासिकान्तधातुप्रसङ्गे सर्वत्र तदा कल्पनीयं, यथासङ्गं नाम यत्र अभ्यासः अदन्तः, अत्र गम् इति अस्ति चेत् अत्र गम् गम् इति अभ्यासकार्यं भवति द्वित्वम्, अनन्तरं चोको कुहु इत्यनेन तृतीयवर्णस्य स्थाने जकारः भवति, इदानीं नुगतोऽनुनासिकान्तस्य इत्यनेन नुक् आगमः भवति, ककारः इति भवति, अनन्तरं उ इति उच्चारणार्थं नकारः तिष्ठति अत्र, इदानीम् अत्र अनुस्वार अनुस्वारः भवति, नुक् अनुस्वारः उपलक्षणम् अत्र, जङ्ग जङ्गम् इति भवति, इदानीम् अत्र पञ्चमवर्णः अनुनासिकस्य हल् वर्णः परे अस्ति चेत् अत्र पञ्चमवर्णः भवति, गकारस्य पञ्चमवर्णः मकारः, अतः जङ्गम् इति भवति, पदान्तस्य इत्यनेन भवति, इदानीम् अत्र उक्तमेव, एतत् वा पदान्तस्य इत्यनेन अन्तिमवर्णः अन्तिमवर्णस्य पञ्चमवर्णः भूत्वा जङ्गम् इति भवति. यदा वयं पूर्वं नुक्कागमः पूर्वतनसूत्रे कृतवन्तः तत्र एतद् न उक्तमासीत् पदान्तत्वाच्च इति वक्तव्यम् इति. नुगतो अनुनासिकान्तस्य इति सूत्रस्य अन्तर्गते वार्तिकमस्ति. अनेन अनुनासिकान्तस्य अङ्गस्य अदन्त अभ्यासस्य नुक् आगमे सति स च अभ्यासः पदान्तत्वत् इति मन्तव्यं. पदान्तम् इति स्वीकृत्य तत्र वा पदान्तस्य इति सूत्रेण सूत्र रूपद्वयं भवति. यदा अनुस्वारस्य ई परसवर्णः स्वीकुर्मः तत्र तु एकमेव रूपं स्यात् नित्यत्वात्, परन्तु वा पदान्तस्य इत्यनेन वैकल्पिकं भवति. अत्र अस्मिन् सूत्रे एव वार्तिकम् अन्तर्गतम् इति कारणेन तत्र प्रायः अत्र रूपद्वयम् इष्टः. अतः एव अत्र उक्तं. पूर्वमपि नुक्कागमः अभवत् एव किल, तत्र तु वयम् अनुस्वारस्य ययि परसवर्णः एव कृतवन्तः, तत्र तु नास्ति. किमर्थं नास्ति द्रष्टव्यम्? किमर्थम् समीचीनं तद्द्रष्टव्यं किमर्थं तत्र एक प्रायः वा पदान्तस्य इति अत्र एव दत्तमस्ति. तत्र पूर्वतनसूत्रे अपि पूर्वतन चर्चर् चञ्चुर् इत्यस्मिन् अपि वा पदान्तस्य इत्यस्य प्रसक्तिः एव नास्ति खलु. तादृशमेव स्थितिः अत्रापि किल. नुक् आगमः तत्रापि अभवत् अत्रापि अत्रापि अभवत्. तत्र तु वयम् अनुस्वारस्य ययि परसवर्णः इति एकमेव रूपं कृतवन्तः. अत्र तु वा पदान्तस्य इति पदान्तत्वं स्वीकृत्य रूपद्वयं साधयामः. तदेव अस्मिन् सूत्रे एव दत्तम् इति अस्ति खलु इति कारणेन अन्तर्गते वार्तिकम् इति कारणेन. अतः इति किं प्रायः तदेव सिकान्तधातोः कृते एव अनुनासिकान्तधातुः विषये एव तत्र रूपद्वयम् अत्र एव प्रायः कल्पनीयम् इति. तत्र यद्यपि तदपि नुकागमः उपलक्षणं सर्वं स्यात् पूर्वस्मिन् सूत्रे अपि, परन्तु अत्र एकमेव रूपम्, अत्र तु रूपद्वयं. तदेव भेदः. अनुनासिकान्तधातुः नुक्कागमः पदान्तत्वं स्वीकृत्य रूपद्वयं. समीचीनं वा? सूत्रे नास्ति अतः वार्तिकम् अस्ति. वार्तिकम् अस्मिन् सूत्रे एव वार्तिकम्, अग्रे पूर्वतनसूत्रे तु नास्ति. समीचीनं वा? अस्तु, इतोपि हन् धातुः पठामः. उषा भगिनी भवति एव हन् धातुः. अहं पठितुं शक्नोमि भगिनि? पठतु महोदय, शक्नोति चेत् पठ. हन् धातोः यङ् लुगन्तधातुः अभ्यासाच्च इति सप्तम अध्यास तृतीयपादस्य पञ्चपञ्चाशत्तमं सूत्रम्. अभ्यासात् हन् धातोः हकारस्य स्थाने कवर्गादेशः भवति. अभ्यासात् प्रथमान्तं च अव्ययपदं द्विपदमिदं सूत्रं. को हन्ते निन्नेषु निन्नेषु इति इत्यस्मात् हः हन्तेः इत्यनयोः अनुवृत्तिः. तजोः कु घिण्यतोः इत्यस्मात् कु इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकार अनुवृत्ति सूत्रमस्ति. अभ्यासाच्च हन्तेः अङ्गस्य हः कुः इति. अस्तु, इदानीं तत्र तत्र अभ्यासात् अभ्यासस्य हन्तेः तत्र हकारस्य कवर्गादेशः भवति. कवर्गादेशः भवति इति अस्ति अभ्यासाच्च इति सूत्रेण. तर्हि हन् अत्र जहन् इति भवति तत्र हकार खलु, झक् जहन् इति अनन्तरं जहन् इति भवति केन सूत्रेण भवति कुहोश्चुः. अस्तु, कुहोश्चुः इत्यनेन भवति, कुहोश्चुः अभ्यासे च, अनन्तरं कुहोश्चुः अभ्यासचर्च इत्यनेन तत्र जहन् इति भवति, जहन् इदानीं हन् धातोः अभ्यासस्य अभ्यासात् उत्तरस्य हकारस्य जकार अस्ति, अनन्तरम् अभ्यासात् हकार अस्ति, तस्य कुत्वं भवति, तर्हि जघन् इति भवति, अनन्तरं तत्र जघन् इत्यस्य अभ्यासस्य नुक् आगमः कुत्र अस्ति भगिनि, तत्र नुक् आगमः भवति हन् इति खलु, अतः अनुनात् नगतो अनुनात् अस्ति इत्यनेन नुक् आगमः खलु, आम् सत्यम्, तेन एव अनुनासिक अस्ति वा, तर्हि जङ्घन् इति भवति, जङ्घन् इति इदानीं तत्र जङ्घन् अनुस्वारस्य परसवर्णादेशः भवति, किमस्ति अभ्यासात् क्षम्यतां तत्र किमस्ति पदान्तवच्च इत्यनेन वा पदान्तवच्च वापदान्तः पदान्तवत् इति अपि च वार्तिकेन वापदान्तस्य इत्यनेन जङ्घन् इति जङ्घन् इति रूपम् एतत् जङ्घन् एक अनुस्वारः परसवर्णरूपं जङ्घन् इति सत्यम् इति हन् धातुः विशेषकार्यमस्ति हकारस्य स्थाने कवर्गादेशः भवति जङ्घन् हन् धातुः अत्र भवति खलु सत्यं हन् सर्वदा विशेषः एव आम् सर्वदा हन् धातु जागृदातु शीङ्गदातु आम् घ्नन्ति आम् सत्यं तद् तु विशेषदातवः केचन सर्वदा विशेषः एव तस्य समीचीनं महोदय धन्यवादः भगिनी इदुपदधातूनां यङ्लुगन्तदातुः अदुपदः अभवत् इदुपदः इदानीम् अहं पठामि भगिनि आम् आम् भवती इद् उपदधातूनां यङ् लुगन्तधातुः इद् उपद गुणो यङ् लुकोः अभ्यासस्य गुणः भवति यङी यङ् लुकी च यङ् च लुक् च यङ् लुकौ इतरेतरद्वन्द्वः तयोः यङ् लुकोः गुणः प्रथमान्तं यङ् लुकोः सप्तमीयन्तं द्विपदमिदं सूत्रम् अत्र लोपो अभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य गुणः यङ् लुकोः गुणः गुणो यङ् लुकोः इति सूत्रस्य विषयम् अत्र दत्तम् अभ्यासस्य गुणः भवति यङ्गी यङ्गी लुकी च सो अभ्यासवर्णस्य गुणः भवति यङ् लुक् विषये अपि च यङ् विषये भिद् इति धातुः इद् उपदधातु अत्र सूत्रे न उक्तम् इद् उपद आर् एन् थिङ्ग् बट् गुणो यङ् लुकोः इति ऐ गेस् फर् गुणः इगन्तानां इगन्तानामेव गुणः भिद् इति धातुः कृते द्वित्वं भिद् भिद् इति भवति दकारलोपः भवति देन् भि भिद् भवति महाप्राणद भकारस्य स्थाने अभ्यासे चर्च इत्यनेन भि भिद् भवति अनन्तरं यङ् गुणो यङ् लुकोः इत्यनेन अभ्यासस्य गुणः भवति यङ् लुक् विषये अपि च यङ् विषये बि बिद् इति कृते बे भिद् इति गुणः भवति यङ् लुगन्तधातु सिद्ध्यति बे भिद् छिद् इति कृते प्रथमं छिद् छिद् इति भवति दकारलोपः इत्यनेन छि छिद् इति भवति देन् अभ्यासे चर्च इत्यनेन छि छिद् इति भवति देन् गुणो यङ् लुकोः इत्यनेन अभ्यास छि इति कृते न अभ्यास छि इति कृते छे इति भवति चे छिद् इति यङ्लुगन्तधातुः सिद्ध्यति. मिद् एवमेव मिद् मिद् मी मिद् इति भवति. मी मिद् इति कृते मे मिद् इति यङ्लुगन्तधातुः सिद्ध्यति. छित् अपि एवमेव छित् छित् छि छित् देन् चेचित् इति गुणः सिद्ध्यति अभ्यासस्य कृते गुणो यङ्लुकोः इति सूत्रेण. गुणो यङ्लुकोः चेचिद् इत्यत्र क्षम्यतां चीचिद् चेचिद् अत्र प्रायः तुक्सहितचकारः तुक्कागमः भवति किल ह्रस्वस्य पितिकृति तुक् तुक् चेत् इति भवति. चेत् चेत् चेत् छिद् चेच्छिद् अस्तु भगिनि. ह्रस्वस्य पितिकृति तुक् इत्यनेन सहितचकार अनन्तरं चित् अपि खलु चेचित् इत्यत्र न भवति चेचिद् इत्यत्र चेच इत्यनेन दिन् नाट् बै ह्रस्वस्य पिति कृते तुक् चेच चेच चेच चेच सहितचकारः चेच अस्तु भगिनि. आम् तद् एतद् अभ्यासश्च इति एकं सूत्रं दृष्टवन्तः किल हन् धातोः विषये अभ्यासाच्च 7355 अस्ति तस्य पूर्वतनसूत्रमेव अस्माकं भो हन्तेर्निम्नेषु हन् धातोः विषये अग्रिम हन् धातुः तत्र हो हन्तेर्निम्नेषु 74 क्षम्यता 54 55 एव अभ्यासाच्च 7-3 अभवत् ओहन्ते निम्नेषु अभ्यासाच्च अग्रिमसूत्रम् अस्तु धन्यवादः. इदुपद अभवत् इदानीम् उदुपद पश्यामः. विजया भगिनि उदुपदधातूनां यङ् यङ्लुगन्तधातुः गुणो यङ्लुकोः अभ्यासस्य गुणः भवति यङ् यङ्लुकी च बुद्ध बुद् बुद् इति भवति द्वित्वं भूत्वा अनन्तरं बुबुद् भवति. इदानीं गुणो यङ्लुकोः इत्यनेन उकारस्य स्थाने उकारः भूत्वा वो बुद् इति यङ्लुगन्तधातुः भवति. तादृशमेव रुद् स्वीकुर्मः चेत् अत्र रुद् रुद् भवति रुरुद् भवति. उकारस्य स्थाने ओकारः भूत्वा रो रुद् इति भवति यङ्लुगन्तधातुः. अनन्तरं लुब् स्वीकुर्मः चेत् अत्र लुब् लुब् भवति लुलुब् हलादिशेषः इत्यनेन. अनन्तरं गुणो यङ्लुकुः इत्यनेन गुणः भूत्वा उकारस्य स्थाने ओकारः भवति अतः लो लुब् इति भवति. सम्यक् तावदेव. तत्र किमपि अन्यकार्यं नास्ति. गुणो यङ्लुकुः एकमेव कार्यम् उदुपद एकमेव कार्यं. सम्यक् धन्यवादः भगिनी. महोदय ऋदुपद पठति वा? तत्र किञ्चित् कार्याणि कानिचन कार्याणि सन्ति. ऋदुपदधातूनां यङ्लुगन्तधातुः रीग् ऋदुपदस्य च इति तत्र चतुर्थ पादस्य 90 सूत्रमस्ति. ऋदुपदधातोः अभ्यासस्य रीक् इति आगमः भवति यङि यङ्लुकि च. अभ्यासस्य रीक् आगमः ऋदुपदधातोः अस्तु. रीक् कित् अतः अभ्यासस्य अन्ते विधीयते. ऋत् उपदा यस्य स ऋदुपदा तस्य ऋदुपदस्य रीक् प्रथमान्तं ऋदुपदस्य षष्ठ्यन्तं च अव्ययपदं त्रिपदमिदं सूत्रम्. अत्र लोपोऽभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः गुणो यङ्लुकोः इत्यस्मात् यङ्लुको इत्यस्य अनुवृत्तिः अङ्गस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति. ऋदुपदस्य अङ्गस्य अभ्यासस्य रीक् आग रीक् भवति यङ्लुकोः यदि यङ्लुकि तत्र दीकागः भवति अभ्यासस्य यदि उपधा ऋकारः ऋकार उपधाय ऋत् ह्रस्व ऋकारः खलु ह्रस्वऋकारः सत्यं सत्यं ह्रस्वऋकारः अस्ति चेत् अग्रे ऋगृकौ च लुकि रुदपदधातोः अभ्यासस्य रुक् ऋक् इति आगमः भवतः यङ्लुकि परे अस्तु पूर्वमसीत् रीक् आगमः इदानीं रुक् रिक् रुक् च शब्देन रीग् ऋदुपदस्य च इत्यस्मात् रीक् आगमस्य समुच्चयः अस्तु रुक् च रिक् च कित् अतः द्वावपि अभ्यासस्य अन्ते विधीयते रुक् च रिक् च तयोः इतरेतरद्वन्द्वः ऋग्रिकौ इति ऋग्रिकौ ऋग्रिकौ प्रथमान्त प्रथमाद्विवचनं तं द्विवचनान्तं च व्यपदं लुकि सप्तम्यन्तं त्रिपदमिदं सूत्रम् अत्र लोभाभ्यासस्य इत्यस्मादभ्यासस्य अनुवृत्तिः गुणयङ्गलकोः इत्यस्य इत्यस्मात् यङ् प्रत्ययस्य अनुवृत्तिः यङ् इत्यस्य अनुवृत्तिः अस्य च अन्वयः भवति लुकि इत्यनेन साकं रीग् ऋदुपदस्य च इत्यस्मात् ऋदुपदस्य इत्यस्य अनुवृत्तिः अङ्गस्य च अधिकारः अनुवृत्तिसहितसूत्रमस्ति ऋग् ऋकौ च यङ् लुकि अस्तु तत्र प्रथमौ अस्ति रीग् ऋदुपदस्य कि इति सूत्रमस्ति रीग् आगमः भवति यङि परे अपि यङ् लुकि परे अपि अस्ति इदानीं ऋग्रिकौ च लुकि इति वदति यदा यङ् लुक् भवति तदा त्रयः आगमः रीग् रुक् रिक् इति यङि केवलं रीक् आगमः इति अस्ति अतः समुच्चयार्थे च इति योजितम् अत्र ऋतु ऋतश्च इति एकं सूत्रं दृष्टवन्तः अन्ते ऋकारः अस्ति चेत् त्रयः त्रयः आदेश तत्र आगमः अत्र यङ्गलुकि ऋतश्च यङ्गलुकि एव अस्ति वा अत्र अन्येषां यङ्गलुकि एव ऋतश्च इति यङ्गलुकि एव यङ् आमां यङ् यङ् नास्ति यङ्गलुकि यङ्गलुकि एव तर्हि तिस्रः आदेशः भवति लुकि आं यङ् लुकि इत्येव अस्ति यङ् लुकि परे एव ऋतश्च इत्यनेन अत्र उपधायां ऋकारः अस्ति चेत् रीक् रुक् रिक् इति यङ् लुकि परे यङि परे केवलं रीक् समीचीनं तदेव अग्रे महोदय अनेन अनेन रीक् इति री रिक् री रुक् ऋ एतेषां त्रयाणाम् आगमनां विधानं भवति सर्वेभ्यः यथा नृत् इति ऋतुपद धातु अस्ति नृत् नृत् नृत् अनन्तरं तत्र किं भवति तत्र नृत् खलु नृत् इति तस्मात् पूर्वमेकं कार्यम् उरत् उरत् उरत् इति केन सूत्रेण नृ नृ इति केन सूत्रेण नर नृत् इति भवति नृ न नृ नृत् इति अस्ति खलु तत्र किं केन सूत्रेण भवति न इति न जानामि उरत् इति न भवति उरत् इति उरत् इत्यनेन अकारः नरत् अनन्तरं नर् नृत् क्षम्यतां न नृत् इति नृत् इदानीं तत्र यङ्गलुकि तत्र रीग् आगमः रीग् रीग् ऋदुपदस्य चैतनेन नरी नरि कित् अस्ति कित् कृत्वा तत् नरी नृत् इति अनन्तरं ऋग्रिकौ च लुकि परे अत्र नरि नृत् इति ह्रस्व ऋक् अनन्तरं नर् नृत् नर् नृत् अत्र ऋक् आगमः केवलं ऋकारः नृत् इति रूपत्रयं भवति तथैव तत्र एकं तत्रापि एकं किमपि अस्ति तद् अभ्यासात् अनन्तरं तत्र किमर्थं तत्र नत्वं न भवति इति उक्तमस्ति महोदय तदपि पठतु अत्र प्रश्नः उद्येति अस्तु अस्तु अस्तु नरी नरी नृत् इति भवेत् खलु तत्र नरी नृत् इति भवेत् आम् अस्तु हा अत्र प्रश्नः उदेति नरीनृत् नरीनृत् सोरि नरीनृत् नरीनृत् नर्नृत् इति धातुषु किमर्थं नत्वं न स्यात् इति प्रश्नः एते धातवः शुग्नादिषु पठन्ति इति कारणतः शुग्नादिषु च इत्यनेन नत्वनिषेधः शुग्नादिगणे पठितानां तत्र नत्वनिषेधः भवति वा शुग्नादिषु इति पूर्वम् एकवारं पठितवन्तः इति चिन्तयामि अनेन नत्वनिषेधः नर्तनिषेध अत्र नरीनृत् इत्यस्मिन् अस्तु तर्हि तथैव तृप् तृपि अस्ति अस्ति तदपि ततृप् तर्तृप् ततृप् तरीतृप् तरितृप् अपि च तर्तर् तर्तृप् इति तर्तृप् इति भवति तथैव वरि तत्रापि तथैव वृद् धातोः वरि वृद् वरि वृद् अपि च वरवृद्ध इति तत्र अग्रे श्रुद् श्रुद् अस्ति श्रुद् अस्ति शश्रुद् शरीषुद् शरिषुद् हरिषुद् इति त्रयरूपं कृष् तत्र चर् क्या वदामि चक्र कर् कमस्ति करकृष् ककृष् चरि चरकृष् चरीकृष् चरीकृष् चरीकृष् चरीकृष् चरकृष् मरीमृष् मरीमृष् वरमृष् तत्र वरीवत् वरीवर्ति तत्र वरीवृत् वरीवृत् वरीवर्त् क्षम्यतां वर्वृत् वरीवृत् वरीवृत् वरीवृत् वर्वृत् समीचीनं सम्यक् तावदेव कार्यं सम्यक् महोदय धन्यवादः उषा भगिनी तृप् धातुः पठितुं शक्यते वा पठतु भगिनि तृप् धातुः इति विशेषः कृप् धातुः इति विशेषः कृपेश्च अवकल्पक अवकल्पकल्कने अवकल्पकने विचारं करोति चिन्तनं करोति कृपोरोधः सूत्रम् अष्टमध्याये द्वितीयपाद अष्ट अष्टदश धातुः कृप कृप् धातोः रेफस्य लकार आदेशो भवति रा इति श्रुतिसामान्यं बोध्य तेन यः केवल रेफः यश्च ऋकारश्च तयोः द्वयोः अपि ग्रहणं लः इत्यपि श्रुतिसामान्यमेव अतः आहत्य कृप् धातोः यदा गुणादेशं कृत्वा रेफको रेफ भवति तस्य रेफस्य स्थाने लकार आदेशः पुनः कृप् धातोः ऋकारस्य यः रेफ सादृश्यम् अंश तस्य स्थाने लसदृश अंशादेशे भवति नाम रुस्थाने लृ सूत्रे कृपो कृपा उः इति विच्छेदः कृपा लुप्तषष्टीकं पदम् उः षष्ट्यन्तं रः षष्ट्यन्तं लः पदमान्तम् अनेकपदमिदं सूत्रं कृपा इत्यस्य द्विवारम् आवृत्तिः सूत्रं स्वयं सम्पूर्णं कृपः उः कृपः रः लः सूत्रमस् कृपधातु अवकल्कने इति अर्थे अस्ति कृपोरोलः इति सूत्रेण कृपधातोः रेफस्य स्थाने लकार आदेशः भवति केवलं रेफ नास्ति ऋकार अस्ति अपि ग्रहणम् इति श्रुतिसामान्येन कृप् पुनः कृप् धातुः ऋकारस्य अस्ति चेत् अत्र ऋ आगच्छति ततः कृपो कृपः सूत्रमस्ति कृपः उः कृपः रः लः अनुवर्तिसैतसूत्रं वदति कृपः उः कृपः रः लः. अत्र कृपः उः इति रु स्थाने षष्टिपदमपि चिन्तयामि भगिनि. कृपः रः लः पूर्वं पठितवन्तः भुवादिगणे पठितवन्तः वा कृपो रोलः इति. आं भगिनि, कल्पति इति रूप कृपो कृपः उः कृपः किमर्थं तत्र द्विवारम् उक्तम् इति अपि प्रश्नः आसीत् इदानीं स्मरामि, परन्तु तत्र कृपः उः कृपः रः इति. महोदय भवान् स्मरति चेत् वदतु, भवान् अपि पाठयतु. तत्र तत्र न कृप् इत्यस्य तत्र यदि गुणः भवति तत्र ल भवति. यदि गुणः न भवति कुत्र तत्र लृ इति भवति, तत्र लृ इति भवति इति अस्ति. तत्र लृकारस्य रेफांशः अस्ति, तस्य लकारः भवति. ओ, रेपांशस्य एव लकारः. चक्लृपे इति वेदे भवति इति अस्ति, तत्र गुणः न भवति कुत्रापि. गुणः न भवति, यत्र गुणः भवति तत्र लकारः भवति, कल्पते इति भवति. यत्र गुणः न भवति तत्र ऋकारस्य रेफांशस्य ऋ इत्यस्य रेफ अपि अस्ति खलु. अत्र रेफस्य अंशस्य लकारः भवति, अत्र लृ इति भवति चक्लृपे इति. तदेव अस्ति अत्रापि. आं भगिनि, अग्रे अपि पठति वा अरुणा भगिनि? कृप्धातोः दित्वाभ्यासकार्यं यथा सामान्यम् अनेन रुक् रिक् हिक् इति त्रयोः अपि भवति एव. तदा कृपो रोलः इत्यनेन अभ्यासस्य स्थाने लकारः, धातोः च ऋकारस्थाने लुकारः. कृप् धातु प्रथमं दित्वं भवति, कृप् कृप् हलिशेषः हलशेषः का कृप् गोहोचुः सूत्रेण च कृप् अत्रापि उरत् भवति, गुणः न भवति. गुणः न भवति अतः एव तत्र रेफस्य रेफांशस्य लकारः भवति. लकारः अपि अस्ति, ऋकार मूर्धन ऋकारः अपि अस्ति, लकारः अपि अस्ति. उरु इति भवति न अवगतं भगिनि, किम् अस्ति? उरत् ऋकारः अस्ति किल, उरत् इत्यनेन अर् इति आदेशः कर्तृप् इति भवति, कृप् कृप् इति न भवति. अवगतं किल? द्वित्वं यदा सामान्यं कुर्मः तत्र द्विवारम् उच्चारणं भवति किल, कृप् कृप् कृप् इति. तादृशं न भवति, ऋकारः अस्ति इति कृत्वा उरत् इत्यनेन तत्र कर् कृप् इति भवति. रेपस्य हलादिशेषः इत्यनेन तत्र लोपं भूत्वा का कृप्. अनन्तरं वदतु का कृप्. तदनन्तरं सूत्रेण ककारस्थाने चकार आगच्छति. तदनन्तरं ऋगृदुपदाश्च च इति सूत्रेण ऋदुपदाधातोः अभ्यासस्य रिक् इति आगमः भवति, यङ् यङ् लुकि अपि. अतः कृप् चक्रुप् रि आगच्छति, रि रिक् आद्यन्तसूत्रेण अन्त भवति. चरि कृप् चरि इदानीं तत्र कृपोरोलः कृपोरोलः सूत्रेण ऋकारस्थाने ऋकारः आगच्छति, चलि कृप्. अन्यरूपाणि अस्ति इति कृप् कर्कृप् रेफ अपगच्छति, कर्कृप् चकृप् चोः इत्यनेन रिक् आगमः भवति. छायाचित्रेण कृप् चक्रुप् ह्रस्व इकारः आगच्छति, छरि कृप्. तदनन्तरं कृपोरोलः इत्यनेन चलिकृप् भवति. धान्य अस्ति कृप् तदा अभ्यासकार्यं कुहोच्युः सूत्रं प्रचोदन् च कृप् अत्र कृपो रोलः इत्यनेन स्थाने लकार आगच्छति केन सूत्रेण भगिनि कृपोरोलः एव कृपोरोलः एव अत्र आदेशद्वयं यदा भवती अत्र पश्यति चेत् कृपोरोलः इत्यनेन अभ्यासस्य रेपस्थाने लकारः धातोः च ऋकारस्थाने लुक्कारः अतः आदेशद्वयं भवति अनेन कृपोरोलः इति सूत्रेण यदा वयं तत्र भुवादिगणे अपि एतादृशमेव पठितवन्तः इदानीं स्मरामि इति एवं कृप् धातोः त्रय यङ् लुगन्तदातवः अत्र प्रश्न उदेति यत् कृपोरोलः इत्यनेन कृप् धातोः रेफस्य लकार आदेशो भवति अनेन धातुना ये आतिदेशिकदातवः निष्पद्यन्ते तेषामपि ईदृशं कार्यमिति न उक्तं तर्हि चरिकृप् चरीकृप् इति धातोः कृप् इति भागे कार्यं भवतु किन्तु चरि इति अभ्यासे कथं वा कार्यं स्यात् प्रश्न उदेति एकपरिभाषा वर्तते प्रकृतिग्रहणे यङ् लुगन्तस्य अपि ग्रहणं परिभाषा अनेन कृपोरोलः इति सूत्रे कृप् धातोः कथनेन यङ् लुगन्तधातोः अपि ग्रहणं भवति अभ्यासः अपि यङ् लुगन्तधातोः अवयवः इति कृत्वा अभ्यासः अपि कार्यं भवति ओके प्रश्न उदेति कथं कृपोरोलः वदति केवलं कृप् धातोः वेपस्य लकारादेशः भवति परन्तु द्वित्वकारं भूत्वा धातूनाम् अतिदेशिकधातुः अस्ति अत्र समये कथं कृपोरोलः कार्यं करोति इति प्रश्न उदेति अत्र परिभाषा सहायेन प्रकृतिग्रहणे यङ् लुगन्तस्यापि ग्रहणम् इति कृत्वा कृपोरोलः इति सूत्रे कृप् धातु अस्ति अपि यङ् लुगन्तधातुः अपि ग्रहणं भवति समीचीनं तदेव तत्र केवलम् औपदेशिक अवस्थायाम् इति नास्ति तत्र प्रकृतिग्रहणेन यङ् लुगन्तस्यापि ग्रहणम् इति स्वीकृत्य कृपोरोलः इत्यस्य कार्यं यङ् लुगन्तधातूनां कृते अपि भवति इत्येव अस्ति अभ्यासे अपि कार्यम् इतोपि अस्ति तत् प्रायः अग्रिमसप्ताहे पठामः निमिषद्वयमेव अवशिष्टं तत्र अनिदित् अपि अस्ति इतोपि अस्ति गृह करपत्रं दीर्घम् अस्ति समीचीनम् एतावता स्पष्टमस्ति वा नमस्कारः शुभरात्रिः महोदय धन्यवादः पुनः पठनीयं महोदय तावदेव तत्तु आगच्छति संसारे स्मः किल अस्तु धन्यवादः शुभरात्रिः महोदय धन्यवादः